साक्षात् सर्वं तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र व्याप्तिः तत्र अन्वयव्याप्तिः व्यतिरिक्तव्याप्तिः तस्य आधारेण वयं तत्र अनुमिति अनुमानम् अनुमानज्ञानं तत्र साधयितुम् इच्छामः तत्र गतवर्गे वयं किं दृष्टवन्तः इत्युक्ते तत्र व्याप्तिः तत्र अन्वयव्याप्तिः भवेत् अथवा व्यतिरेकव्याप्तिः भवेत् कस्यापि आधारेण तत्र वयं पर्वतः वन्यमान् इति अनुमानज्ञानं साधयितुम् इच्छामः तत्र पर्वतः वन्यमान् इत्यत्र तत्र पक्षः पर्वतः हेतुः धूमः तत्र साध्यम् अस्ति वह्निः पर्वते वह्निः अस्ति इति साधयितुम् इच्छामः तत्र धूमात् इति तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति अस्ति चेत् तदस्ति तत्र अन्वयव्याप्तिः नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति किन्तु तत्र तत्र किं भवति वयम् अस्माकं सोपानानि कानि इत्युक्ते तत्र पर्वतः धूमवान् नाम पक्षधर्मताज्ञानं पक्षे हेतुः अस्ति तदनन्तरं किं भवति तत्र हेतुः कीदृशः तत्र साध्यव्याप्यहेतुः इति तर्हि साध्यव्याप्यहेतुमान् पक्षः नाम वह्निव्याप्य धूमवान् पर्वतः इति परामर्शः तत्र व्याप्तिज्ञानमपि अस्ति पक्षधर्मताज्ञानमपि अस्ति तदनन्तरं तत्र अनुमितिः जायते अस्तु तर्हि हेतुमान् पर्वतः किन्तु अथवा तत्र धूमवान् पर्वतः किन्तु वह्निव्याप्य धूमवान् पर्वतः इत्यनेन तत्र वह्निमान् पर्वतः इति आगतः इति ज्ञानं भवति तत्र हेतुः व्याप्यः व्यापकः साध्यं व्यतिरेकव्याप्ति अस्ति चेदपि तदेव नाम तत्र हेतुः सर्वदा व्याप्यः व्यापकः साध्यम् अथवा साध्यः यतोहि तत्र हेतुः अस्ति इति कृत्वा साध्यम् अस्ति इति इच्छामः तत्र अन्वयव्याप्तिः एतावत् चिन्तितवन्तः इदानीं तत्र व्यतिरिकव्याप्तिः भवति चेत् तत्र किं भवति तत्र यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति आगच्छति यत्र यत्र नाम यो यो वह्नि अभाववान् सः धूमः अभाववान् इति किन्तु तत्र नाम उदाहरणं भवति हदः किन्तु तत्र किं भवति अन्वयव्याप्तौ वयं वदामः पक्षः एतादृशः यत्र यत्र धूमवान् यत्र यत्र धूमः तत्र तत्र वह्निः अत्र धूमः अस्ति नाम पक्षः तादृशः अस्ति इति वदामः किन्तु व्यतिरेकव्याप्तिस्थले यो यो वह्नि अभाववान् सः धूमः अभाववान् किन्तु अस्माकं पर्वतः धूम अभाववान् नास्ति अतः वह्नि अभाववान् नास्ति अतः तत्र वह्निमान् पर्वतः इति साधयामः तत्र यद्यपि व्यतिरेकव्याप्तिः अस्ति किन्तु तत्रापि हेतुः एव व्याप्यः व्यापकः साध्यः एव इति गतवर्गे एतावत् पर्यन्तम् आगतवन्तः तर्हि एतं परिच्छेदं पठित्वा तत् सः एव विषयः अत्रापि अस्ति किन्तु पुनरेकवारं पठित्वा तत्र अग्रे सरामः तर्हि अस्तु तर्हि तत्र मृणालिनीभगिनी पठति वा आरम्भं करोति वा अन्वयदृष्टान्तः इति अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते तथा च अत्रापि हेतुः व्याप्यः जातः व्याप्तिः व्यतिरेकव्याप्तिः परन्तु व्याप्तिः व्यतिरेकव्याप्तिः परन्तु तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं प्रति नाम साध्यनिरूपितव्याप्तिः हेतौ का व्याप्तिः व्यतिरेकव्याप्तिः तथा च हेतुः खलु तथा च हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम् एवं च व्याप्यव्यापकभावः सिद्ध्यति व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति तथा च साध्याभाव व्यापकीभूताभाव साध्याभावव्यापकीभूत अभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः इत्यनेन परामर्शः जातः साध्यव्याप्यहेतुमान् पक्षः साध्यव्याप्य नाम साध्यनिरूपित व्यतिरेकव्याप्तिमान् हेतुमान् पक्षः इति परामर्शः अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे व्यापकः कः साध्यमेव तर्हि अत्र अन्वयदृष्टान्ते अन्वयदृष्टान्तः किल तत्र सम्यक् दृश्यते भगिनि भगिनि अथवा तत्र बृहत् करणीयं वा तत्र न पठितुं शक्यते अस्तु तर्हि अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा वयं व्यतिरेकदृष्टान्तं पश्यामः तत्र सर्वत्र अन्वयदृष्टान्तः कार्यं न करोति इति कृत्वा बहुत्र यथा उदाहरणं दातुं न शक्नुमः किल तत्र तत्र उष्णत्वात् उष्णः तत्र नाम वह्नि उष्णः तत्र वह्नित्वात् इति वह्नित्वात् इति अनन्तरं व्यतिरेकव्याप्तिः हेतौ उच्यते अस्तु तथा च अत्रापि हेतुः व्याप्यः जातः हेतुः अतः तत्र किमुक्तं स्वीकृत्य व्यतिरेकदृष्टान्तं स्वीकृत्य तत्र उच्यते किं का उच्यते तत्र व्यतिरेकव्याप्तिः हेतौ नाम हेतौ व्याप्तिः अस्ति इति ज्ञानम् अपेक्षितं खलु नाम हेतु साध्यव्याप्यवान् अस्ति खलु साध्यव्याप्यः अस्ति इति इच्छामः खलु नाम न न धूमः धूमः धूमः खलु वह्निव्याप्य धूमः अथवा साध्यव्याप्य वह्नि वह्निव्याप्य धूमः अथवा साध्यव्याप्य हेतुः साध्यव्याप्य हेतुः आम् सत्यम् तर्हि तत्र व्याप्यः नाम व्याप्तिः हेतौ अस्ति खलु नाम व्याप्तिः नाम वयम् उक्तवान् व्याप्यः व्याप्यः नाम व्याप्तिः यस्मिन् अस्ति इति खलु व्याप्तिमान् आम् तर्हि अत्र वह्नि व्याप्यः व्यापकः धूमः व्याप्यः धूमः व्याप्यः सर्वदा सर्वदा वह्निः व्यापकः धूमः व्याप्यः तर्हि तत्र व्याप्यः नाम यस्मिन् व्याप्तिः अस्ति, तर्हि कुत्र व्याप्तिः कुत्र अस्ति? धूमे, धूमे हेतौ, अतः एव अत्र उक्तं व्यतिरेकव्याप्तिः हेतौ उच्यते. नाम अत्र व्याप्तिः उच्यते, सर्वदा उच्यते व्याप्तिः, व्याप्तिः भवेत् तत्र हेतौ. अन्वयदृष्टान्तम् अस्ति चेत् तत्र अन्वयव्याप्तिः हेतुः उच्यते, किन्तु व्यतिरेकदृष्टान्तं कृते व्यतिरेकव्याप्तिः हेतुः उच्यते, तावदेव. नाम यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति अस्ति चेत् तत्र अन्वयव्याप्तिः हेतौ अस्ति इति वदामः, किन्तु यो यो वह्नि अभाववान् स स धूमाभाववान् इति तत्र व्यतिरेकदृष्टान्तं हृदः इति वदामश्चेत् तत्र व्यतिरेकव्याप्तिः हेतौ अस्ति इति वदामः, तादृशः हेतुः अस्ति. व्यतिरेकव्याप्तिमान् अस्ति हेतुः. अस्तु, तर्हि पूर्वं व्याप्ति हेतुः आसीत् किल? पूर्वम् अन्वयव्याप्तिः हेतुः आसीत्, किन्तु व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः अस्ति इति वदामः, तावदेव. तथा च अत्रापि हेतुः व्याप्यः जातः, अत्रापि हेतुः अर्थात् धूमः व्याप्यः जातः. व्याप्तिः व्यतिरेकव्याप्तिः एवं, परन्तु अत्र व्याप्तिः व्यतिरेकव्याप्तिः अस्ति. व्याप्तिः व्यतिरेकव्याप्तिः एवं. तर्हि अत्र हेतुरेव व्याप्यः जातः साध्यं प्रति. आम्, हेतुरेव व्याप्यः जातः साध्यं प्रति. नाम साध्यनिरूपितव्याप्तिः हेतौ. एवं, साध्यनिरूपितव्याप्तिः हेतौ. का व्याप्तिः? व्यतिरेकव्याप्तिः. तथा च हेतुः व्याप्यः जातश्चेत्, हेतुः व्याप्यः जातश्चेत् तं प्रति व्यापकं भवति साध्यम्. तर्हि हेतुः व्याप्यः जातः साध्यं प्रति, साध्यमर्थात् व्यापकं प्रति. एवं च व्याप्यव्यापकभावः सिद्ध्यति. तर्हि अत्र व्याप्यव्यापकभावः कथं सिद्ध्यति? हेतुः व्याप्यः अभवत्, साध्यं व्यापकं, तर्हि व्याप्यव्यापकभावं सिद्ध्यति. व्याप्येन हेतुना, अर्थात् व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति. तर्हि हेतुना साध्यं व्यापकं. भगिनि, एतावत् किम् उक्तम् इत्युक्ते तत्र व्याप्तिः अस्ति चेत् तत्र किं किं भवेत्? व्याप्यः अपि व्यापकः भवेत् खलु, तत्रैव तर्हि व्याप्यः अस्ति, व्यापकः अस्ति खलु, तयोः मध्ये सम्बन्धः अस्ति व्याप्तिः खलु. दृश्यते वा तत्र? दृश्यते. किन्तु इदानीं तत्र व्याप्यः कः इति वक्तव्यम्, अतः वयं वदामः अस्तु अस्तु अस्मिन् प्रसङ्गे व्याप्यः अस्ति हेतुः, व्यापकः अस्ति साध्यः, तावदेव. अपि च एषा व्याप्तिः अन्वयव्याप्तिः भवेत्, व्यतिरेकव्याप्तिः भवेत्, किन्तु व्याप्यः हेतुः एव, व्यापकः साध्यः एव, तावदेव. व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति. तथा च साध्यभाव व्यापकीभूत व्यापकीभूत अभावप्रतियोगी हेतुः साध्य अभाव व्यापकी इदानीं व्याप्तिः व्याप्तिः हेतौ अस्ति इति उक्तं खलु व्याप्तिः हेतौ अस्ति व्याप्तिः व्याप्तेः लक्षणं किं व्याप्तेः लक्षणं किं व्यतिरेकव्याप्तेः लक्षणं वाक्यं किम् आसीत् साध्यभावव्यापकीभूत साध्य अभाव साध्य अभाव साध्य अभाव आम् तर्हि व्यापकीभूत इत्युक्ते किं व्यापकीभूत इत्युक्ते किम् अभावप्रतियोगि व्यापकीभूत तर्हि तत्र एतद् विशेषणमेव तत्र लक्षणं वदति नाम तत्र हेतुः व्याप्यः तत्र धूमः व्याप्यः वह्निः व्यापकः तर्हि धूमाभावः अपि वह्न्यभावः तत्र कः व्याप्यः कः व्यापकः अभावः साध्य अभावः साध्य अभावः व्याप्यः हेतु अभावः व्यापकः भवति व्यापकः खलु तर्हि साध्य अभावं प्रति व्यापकः कः अस्ति हेतु अभावः हेतुरभावः अतः साध्याभाव व्यापकीभूत इत्युक्ते साध्याभावस्य व्यापकः तर्हि भवती उक्तवती साध्याभावस्य व्यापकः अस्ति हेत्वाभावः खलु हेत्वाभावः नाम अत्र एतावत् किम् अस्ति साध्याभावव्यापकीभूत अभावः नाम यः अभावः साध्याभावव्यापकीभूतः अस्ति तादृशः अभावः इति वदति अत्र भूत अभावः अभावः कीदृशः अभावः साध्याभावव्यापकीभूतः अस्ति साध्याभावव्यापकीभूत इत्युक्ते साध्याभावव्यापकः अस्ति साध्य अभावव्यापकः हेत्वाभावः इति उक्तवती तर्हि कः अभावः साध्याभावव्यापकीभूतः अस्ति हेत्वाभावः साध्याभावव्यापकः अस्ति तर्हि हेत्वाभावस्य प्रतियोगी कः हेतुः हेतुः तर्हि तत् प्रतियोगित्वम् एव तत्र लक्षणम् इति साध्य अभावव्यापकीभूत अभावप्रतियोगित्वम् एव तत्र व्याप्तिः हेतौ यद् या अस्ति अतः अत्र केवलम् एतत् पदं किं वदति हेतुः व्याप्यः अस्ति किन्तु व्यतिरेकव्याप्यः अस्ति नाम व्यतिरेकव्याप्तिः हेतौ अस्ति इति वदति तावदेव साध्य अभाव साध्याभावव्यापकीभूत हेत्वाभाव परन्तु हेत्वाभाव कीदृशः अस्ति तस्य प्रतियोगी हेतुः एव इति तादृशहेतुमान् पक्षः तादृशहेतुमान् पक्षः नाम साध्यव्याप्य हेतुमान् पक्षः साध्यव्याप्य हेतुमान् पक्षः नाम सर्वदा अन्वितज्ञाने ज्ञानद्वयम् अपेक्षितं तत् किं किम् पक्षः अस्ति हेतुः अस्ति साध्यम् अस्ति, दृष्टान्तः अस्ति, खलु? चतुर्थं किम् आचार्य? दृष्टान्तः. दृष्टान्तम्. तर्हि पक्षे किम् अस्ति? धूमः. अतः हेतुः अस्ति, खलु? हेतुः अस्ति, पक्षे हेतुः अस्ति. हेतुः पक्षे हेतुः अस्ति, धूमः अस्ति, पर्वते धूमः अस्ति. किम् अस्ति इति साधयितुम् इच्छामः? वह्नि अर्थात् साध्यं, साध्यम् अस्ति इति साधयितुम् इच्छामः. एतावत् न जानीमः, खलु? केवलं सन्देहः अस्ति. पक्षे साध्यम् अस्ति इति तत्र सन्दिग्धं नाम एतावत् न जानीमः. अस्माकम् ऊहा अस्ति, किन्तु एतावत् न जानीमः तत्र पक्षे साध्यम् अस्ति, किन्तु निश्चयेन जानीमः हेतुः अस्ति इति, खलु? तर्हि पक्षधर्मतज्ञानम् इत्युक्ते किं? पक्षे हेतुः अस्ति. पक्षे हेतुः अस्ति. तत् तत्र वाक्यं किम् आसीत्? पर्वतः धूमवान्. धूमवान् नाम पक्षः पर्वतः धूमवान्, किन्तु अब्स्ट्राक्ट् एतत् उदाहरणमस्ति, किन्तु अनुमितिस्थले पक्षः अस्ति, हेतुः अस्ति. तदा किं वदामः? पक्षधर्मतज्ञानं किमस्ति? यथा पर्वतः धूमवान् इति उक्तवन्तः, तथैव पक्षः भवति. पक्षः हेतुः पक्षे अस्ति इति कथं वदामः? पक्षः हेतुमान्. अतः एव तत्र पक्षः हेतुमान्. पक्षः हेतुमान् नाम पक्षे हेतुः अस्ति. केवलं तत्र पक्षे हेतुः अस्ति इति इत्यनेन तत्र किं वयं जानीमः वा साध्यमपि अस्ति इति? न. अतः यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमपि अस्ति इति व्याप्तिज्ञानम् अपेक्षितं, खलु? अन्वयव्याप्तिः वा अथवा व्यतिरिकव्याप्तिः ज्ञानं, खलु, अपेक्षितं? तदस्ति चेदेव तत्र कार्यं भवति, खलु? तत् कथं वदामः? तत्र हेतुः अपि साध्यं, तयोः मध्ये सम्बन्धः वर्तते इति कथं वदामः? धूमः धूमः तत्र वह्निः. इदानीं तदेव, किन्तु अन्यरीत्या नाम यथा वयम् उक्तवन्तः हेतुमान् पक्षः तथैव न यथा वयम् उक्तवन्तः पक्षे हेतुः अस्ति इति अनुक्त्वा हेतुमान् पक्षः इति उक्तवन्तः, पक्षस्य विशेषणं स्वीकृत्य. तथैव यत्र यत्र हेतुः तत्र तत्र साध्यम् इति हेतोः विशेषणरूपेण वदतु. हेतुः कीदृशः इति तद्वदतु. हेतुः अन्य कोऽपि सहायं करोति वा अत्र? हेतुः साध्यव्याप्य हेतु साध्यव्याप्यः हेतुः अस्ति. हेतुः कीदृशः अस्ति? साध्यव्याप्य हेतुः अस्ति. ओ, साध्यव्याप्य हेतुः. यथा पक्षे हेतुः अस्ति इत्युक्ते हेतुमान् पक्षः, तथैव साध्यमपि हेतुः, तयोः मध्ये व्याप्तिः अस्ति इत्युक्ते तत्र साध्यव्याप्य साध्यव्याप्यः अस्ति हेतुः, अथवा साध्य तत्र व्याप्तिः अस्ति हेतौ, अथवा व्याप्तिमान् हेतुः इति वदामः, खलु? व्याप्तिमान् हेतुः अथवा व्याप्यः हेतुः. किन्तु व्याप्यः अस्ति चेत् व्यापकः अपि भवेत्, खलु? तर्हि तत्र साध्य, अतः एव तत्र अत्र तावदेव उक्तं भगिनि, नाम तत्र साध्यनिरूपितव्याप्तिः हेतौ अस्ति, नाम साध्यव्याप्य हेतु साध्यव्याप्यः अस्ति हेतुः. अन्यत् अत्र सम्बन्धः किमपि नास्ति, केवलं तत्र कुत्र परिवर्तनं कृतवन्तः इत्युक्ते कुत्र अन्वयव्याप्तिः पूर्वमासीत्, इदानीं व्यतिरिकव्याप्तिस्थले अपि तदेव कार्यं, सा एव स्थितिः इति वक्तुम् इच्छामः तावदेव. अवगतं वा? हेतुमान् पक्षः साध्यव्याप्य हेतुमान् पक्षः नाम अतः हेतुः कीदृशः साध्यव्याप्यहेतुमान् साध्यव्याप्य क्षम्यतां साध्यव्याप्यः अस्ति हेतुः. अतः हेतुः कीदृशः अतः वयम् उक्तवन्तः हेतुः पक्षे अस्ति अतः हेतुमान् पक्षः. कीदृशः हेतुः अयं? तर्हि साध्येन व्याप्यः अयं हेतुः किल. सत्यं भगिनि, तावदेव. अतः एव तादृशः हेतुमान् इत्यनेन परामर्शः जातः. परामर्शः इति स्थले पक्षधर्मताज्ञानमपि अस्ति, नाम हेतुः पक्षे अस्ति इति अपि जानीमः. अपि तादृशः नाम साध्यव्याप्य हेतुः, तत्र व्याप्तिज्ञानमपि अस्ति. व्याप्तिज्ञानं पक्षधर्मताज्ञानं द्वयोः मेलनमेव परामर्शज्ञानम्. अतः अग्रे साध्यव्याप्यः नाम साध्यनिरूपित व्यतिरेकव्याप्तिमान् हेतुमान् पक्षः. ओ, अत्र सम्बन्धः व्यतिरेकव्याप्तिमान् हेतुमान्. अन्वयस्थले साध्यव्याप्य इत्युक्ते साध्यनिरूपित अन्वयव्याप्तिमान् हेतुमान्. तत्र व्यतिरेकव्याप्तिमान् इति कस्य विशेषणम्? हेतुमान् व्यतिरेकव्याप्तिमान् तर्हि व्यतिरेकव्याप्तिमन्तः अस्ति मतु, मान् अस्ति चेत् मतु खलु. आम्, व्याप्तेः विशेषणं किल. न न, व्यतिरेकव्याप्तिमान् इति अस्ति, सः कः व्यतिरेकव्याप्तिमान् कः अस्ति? पक्षः. पक्षे किम् अस्ति? पक्षे किमस्ति? पक्षे हेतुः अस्ति, अतः हेतुमान् पक्षः खलु. आम्, अतः पक्षे हेतुः अस्ति इति उक्तम्. इदानीं तस्मात् प्राक् किं भवेत्? साध्यमपि हेतुः, तयोः मध्ये सम्बन्धः खलु. आम्, साध्य भवेत्. आम्, साध्यव्य. तर्हि हेतौ किम् अस्ति? हेतौ किम् अस्ति? हेतुः व्याप्यः, नाम हेतुः व्याप्यः. हेतौ किम् अस्ति इत्युक्ते व्याप्तिः अस्ति हेतौ, एतदेव वर्णनं. हेतौ व्याप्तिः, भवती उक्तवती खलु व्याप्तिः हेतौ. तर्हि व्याप्तिमन्तः भवति साध्य साध्य व्याप्तिः हेतौ इति भवती उक्तवती व्याप्तिः हेतौ. तर्हि व्याप्तिमान् हेतुः. तर्हि व्याप्तिमान् हेतुः अत्र, अतः किम् उक्तं हेतुमान् पक्षः इत्युक्ते हेतुः पक्षे अस्ति. कीदृशः हेतुः? यस्मिन् हेतौ व्याप्तिः अस्ति, तावदेव. व्याप्तिः कीदृशी? तत्र निरूपितं केन? निरूपितं साध्येन निरूपितम्. तर्हि साध्येन निरूपितं व्याप्तिः हेतौ अस्ति, अपि तादृशहेतुः पक्षे अस्ति इति एव तत्र सारांशः खलु. एतदेव अवगतं. व्यापकः सिद्ध्यति पक्षे. व्यापकः सिद्ध्यति नाम व्यापकः सिद्ध्यति नाम पक्षे अस्ति इति ज्ञानं भवति. सिद्ध्यति नाम अत्र ज्ञानं भवति, पक्षे व्यापकः अस्ति इति जानीमः. व्यापकः कः अस्ति अस्मिन् प्रसङ्गे? साध्यम् एव. साध्यमेव, तर्हि साध्यं पक्षे अस्ति इति ज्ञानं सिद्ध्यति, अनुमानज्ञानं सिद्ध्यति. समीचीनं वा? अवगतं वा तत्र? तत्र शैलीद्वयमस्ति, नाम हेतुः साध्यव्याप्यहेतुः इति एकं, तद् उक्तं पूर्वं, तत्र एकमस्ति एतद्। द्वितीयं किमस्ति, तत्र व्याप्तिमान्, आचार्य अहं किञ्चित् पुनः वदामि तस्य वाक्यस्य, पक्षे हेतुः अस्ति, अतः पक्षः कीदृशः, हेतुमान् पक्षः। इतोपि पक्षे किमस्ति, व्याप्तिः अस्ति, अतः व्याप्तिमान् पक्षे व्याप्तिः नास्ति, न न पक्षे व्याप्तिः नास्ति, हेतो व्याप्तिः, हेतौ व्याप्तिः, सम्यक् सम्यक्, हेतौ व्याप्तिः अस्ति, अतः व्याप्तिमान् हेतुमान् पक्षः। तर्हि कीदृशः हेतुमान्, हेतुमान् इत्यस्य इतोपि एकं विशेषः, व्याप्तिमान् हेतुमान् हेतुमान् इति पदस्य विशेषणं नास्ति, हेतुः इति पदस्य विशेषणमस्ति व्याप्तिमान्, हेतुः इति पदस्य किल, तर्हि व्याप्तिः हेतौ अस्ति किल, तर्हि व्याप्तिमान् हेतुः। अनन्तरं व्याप्तिः यदि आगच्छति तर्हि ऊहा भवति केन व्याप्यः इति, किल सत्यम्। तस्मात् पूर्वं व्यतिरेकव्याप्तिः, कीदृशी व्याप्तिः, व्यतिरेकव्याप्तिः, तर्हि इयं व्यतिरेक व्याप्तिः केन व्यापिता, तर्हि साध्यनिरूपित व्यतिरेक, साध्येन निरूपित किल, साध्यनिरूपित व्यतिरेकव्याप्तिः हेतौ अस्ति, तादृशहेतुः पक्षे अस्ति, अर्थात् साध्यव्याप्य व्यतिरेकव्याप्तिमान् हेतुमान् पक्षः। इदानीम् अवगतम् इति मन्ये खलु, समीचीनं भगिनि। हा तत्र स्पष्टता अस्ति चेत् एव तत्र अग्रे गन्तुं शक्नुमः, इदानीं स्पष्टता अस्ति इति मन्ये। हा नाम तत्र एतादृशं चित्रं मनसि भवेत्, हेतुः पक्षे अस्ति, व्याप्तिः हेतौ अस्ति, तावदेव। अत्र व्याप्तिः व्यतिरिकव्याप्तिः साध्येन निरूपितम्, किन्तु हेतुमान् अस्ति पक्षः, व्याप्तिमान् अस्ति हेतुः, तर्हि व्याप्तिमान् हेतुमान् इत्युक्ते पक्षः। समीचीनं, तत्र मान् मतु अधौ गन्तव्यम्, अधौ गमनम्, अस्तु समीचीनं। तत्र सारांशः किमस्ति नाम, केवलं तत्र व्यतिरेकव्याप्तिस्थले अपि व्याप्यः तत्र हेतुः, व्यापकः साध्यं, यत्र व्याप्यः अस्ति तत्र व्यापकः अपि अस्ति, व्यापकः साध्यम् अथवा साध्यः इति। अतः तत्र एतत् चित्रम् अपि एतत् चित्रम् अपि तत्र व्याप्तिः व्यतिरिकव्याप्तिः भवेत् अथवा अन्वयव्याप्तिः भवेत्, द्वयोः तत्र यद् यद्यपि यत्किमपि भवतु किन्तु व्याप्यः हेतुः एव, व्यापकः साध्यः एव। अस्मिन् प्रसङ्गे कोऽपि प्रश्नः, चन्द्रमती भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनि, अत्र अग्रे भवती पठतु, इदानीं तत्र किम् अशोभा भगिनी अग्रे पठति वा? आं महोदय, अग्रे इदानीं तर्हि इति आरभ्य, तर्हि हा तर्हि साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः, तदेव इदानीं पठितं। साध्याभाव इत्युक्ते साध्य अभावः हेतुः, तस्य व्यापकीभूत अभावस्य प्रतियोगी हेतुः इति भवति खलु, अस्तु इति व्यतिरेकव्याप्तिः इति इदानीम् उक्तं पूर्वस्मिन् परिच्छेदे। साध्याभावव्यापकीभूतभावप्रतियोगी हेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः। ओ अस्तु अस्तु, तर्हि साध्याभावव्यापकीभूतभावप्रतियोगीहेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः। यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः, हेत्वभावस्य प्रतियोगी च हेतुः, अनेन साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः. पक्षधर्मताज्ञानं परामर्शः साध्य किं साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानम् आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, तस्य च हेत्वभावस्य प्रतियोगी हेतुः तद्वान् पक्षः, एतदाधारेण साध्यमपि पक्षे वर्तते. यतोहि हेतुः कीदृशः तदानीं साध्यं प्रति व्याप्यः एव. व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिर्नास्ति अपि तु व्यतिरेकव्याप्तिरस्ति. अत्र व्यतिरेकव्याप्तिः स्वीक्रियते, अनेन व्याप्यव्यापकभावः सिद्ध्यति. इदानीं तत्र व्यतिरेकस्य एव पठनं विद्यमानः अस्ति. इदा तर्हि तत्र साध्याभावव्यापकीभूत इत्युक्ते साध्य अभावव्यापकीभूत भूत अभाव प्रतियोगी हेतुः इति इत्युक्ते इति व्यतिरेकव्याप्तिः इति वर्णितम्. इत्युक्ते साध्यः इत्युक्ते इत्युक्ते तत्र वह्निः साध्याभावः, वह्नेः अभावः, साध्याभावः हेतुः इत्युक्ते तत्र धूमः, तस्य व्यापकीभूत अभावस्य प्रतियोगी हेतुः. तत्र साध्याभाव अस्ति, साध्याभावः अस्ति, तदनन्तरं व्यापकीभूतः अस्ति. साध्याभावः अस्ति, अस्तु, व्यापकीभूतः अपि अस्ति. हा, तदेव अभावः. साध्याभावः व्यापकीभूतः अस्ति. अस्तु, तादृश नास्ति. अस्तु अस्तु, अग्रे तत्र अग्रे पठित्वा इदानीं तत्र उक्तं, किन्तु साध्याभाव व्यापकीभूत अभावप्रतियोगी हेतुः इत्युक्ते हेतुः इति तत्र अन्ते आगच्छति प्रतियोगी रूपेण. तर्हि तत्र साध्याभावव्यापकीभूताभावः इति तावत्पर्यन्तं. तर्हि व्यतिरेकव्याप्तिः इदानीम् अत्र एतस्य पदस्य विवरणं मास्तु इदानीं, किन्तु हेतुः कीदृशः इत्युक्ते प्रतियोगी अस्ति, साध्यभूत अभावप्रतियोगी हेतुः इति. प्रतियोगी इत्युक्ते व्याप्यः, साध्यव्याप्यः इति तस्य विवरणं ददाति. नाम एतत् एषः भागः किं वदति, साध्यव्याप्यः हेतुः इति वदति तावदेव. साध्यव्याप्यः हेतुः, हा, इत्युक्ते व्याप्यः हेतुः इति अस्ति वदति. किन्तु तत्र व्यतिरिक्तव्याप्तिः अस्ति, अतः व्यतिरिक्तव्याप्तेः वर्णनम् अत्र अस्ति. अभावं योजयित्वा उक्तमस्ति. समीचीनम्. इदानीमपि एतस्य भागस्य वर्णनं मास्तु. तर्हि अग्रे साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः. इदानीं तत्र किम् एतावत् प्रतियोगी इति तावत्पर्यन्तं किम् अस्ति, साध्याभावव्यापकीभूत न तत्सर्वं किं वदति, साध्यव्याप्य हेतुः इति वदति खलु. अस्तु, साध्यव्याप्य हेतुः, किन्तु इदानीं हेतुमान् इति अस्ति. हेतुमान् इत्युक्ते यस्मिन् हेतुः अस्ति इति एव अस्ति. यस्मिन् हेतुः अस्ति नाम पक्षः. पक्षः, आम्. अतः एतावत् किम् उक्तं, हेतुः कीदृशः इति उक्तं पूर्वम्. इदानीं तादृशः हेतुः पक्षे अस्ति, तादृशहेतुमान् तादृशहेतुः पक्षे अस्ति इति एव परामर्शज्ञानम्. अस्तु, तर्हि परामर्शज्ञाने किं किम् अस्ति? व्याप्तिज्ञानमस्ति, अतः व्याप्तिघटितपरामर्शः परामर्शज्ञाने. परामर्शज्ञाने किं किं भवति? वयं पर्वते धूमः अस्ति इति जानीमः, अतः पर्वतः धूमवान् इति जानीमः. अपि यत्र यत्र धूमः तत्र तत्र वह्निः, नाम वह्निव्याप्य धूमः इति अपि जानीमः खलु. तर्हि द्वयोः मेलनेन किं भवति? वह्निव्याप्य धूमः अपि धूमवान् पर्वतः, द्वयोः मेलनेन किं भवति? अपि धूमवान् पर्वतः. इदानीं मेलनेन वह्निव्याप्य धूमवान् पर्वतः इति तावदेव. तावदेव, तत्र किमपि अन्यत् किमपि नास्ति. नाम धूमवान् पर्वतः इति किं वदति? पर्वते धूमः, पर्वते धूमः अस्ति इति पक्षधर्मता ज्ञानं. पक्षे हेतुः अस्ति, पक्षधर्मता ज्ञानं. हेतुः कीदृशः? साध्यव्याप्य हेतुः. यत्र यत्र हेतुः तत्र तत्र साध्यं, तर्हि साध्यव्याप्य हेतुः, हेतुमान् पक्षः. अतः साध्यव्याप्य हेतुमान् पक्षः इति परामर्शः. साध्यव्याप्य हेतुमान् पक्षः, अतः एतत् सर्वं किं वदति क्षम्यतां, तत्र साध्यव्याप्यः हेतुः तादृशः हेतुमान् अयं पक्षः इति व्यतिरेकव्याप्तिघटितपरामर्शः. इदानीं तत्र व्यतिरेकव्याप्तिः कीदृशी इति इदानीं पश्यामः, किन्तु तत्र घटितपरामर्शः इति तावत्पर्यन्तम् अवगमनमस्ति खलु. नाम यतोहि हेतुमान् कीदृशः, हेतुः कीदृशः इति उक्तवान् उक्तम् अत्र खलु. एतत् विशेषणमस्ति, हेतुः साध्यं प्रति व्याप्यः अस्ति, व्याप्य इति वदति. अतः तत्र यत् यत्र एतदस्ति तत्र साध्यव्याप्य इति चिन्तयामः इदानीम् एतावत्, तदनन्तरं कथं व्याप्यः इति अवगमनं भवति. एतत् केवलं तत्र शार्ट्कट् साध्यव्याप्यः इति एव वदति, तत्र अन्यत् किमपि नास्ति. किन्तु व्याप्यः व्यतिरेकव्याप्तिः इति एव, अतः परिवर्तनं. किन्तु यत्र यत्र एतत् पश्यति इदानीं तत्र साध्यव्याप्यः इति एव ज्ञानं तत्र. तर्हि साध्यव्याप्य हेतुमान् पक्षः इति भवति, तावदेव. अस्तु अस्तु, इदानीम् इदानीम् अत्र एतस्य विवरणम् अग्रे भवति. अस्तु, तर्हि तस्य विवरणं, यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः. हेत् इत्युक्ते तत्तु यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति. हेत्वभावस्य प्रतियोगी च हेतुः इत्युक्ते हेतुः धूमस्य धूमाभावस्य प्रतियोगी धूमः इति. अनेन इदानीम् इदानीम् एकनिमिषः. यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, तत्रापि व्याप्तिज्ञानमस्ति खलु. हा, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति, तर्हि तत्र अस्ति, यतोहि साध्यं विना साध्याभावं विना हेत्वाभावः न भवति. तर्हि अत्र व्याप्यः कः, व्यापकः कः? हा, तत्र अभाव इत्यत्र विपरीतेन इति पूर्वं, अतः तत्र साध्याभावः अस्ति, हेत्वाभावः अस्ति, तयोः मध्ये कः व्याप्यः कः व्यापकः? तर्हि इदानीं व्याप्यः साध्यः भवेत् खलु, साध्यभावः, साध्यभावः व्याप्यः, हेत्वाभावः व्यापकः भवति खलु. आम्, तर्हि तत्र साध्याभावं प्रति, साध्य अभावं प्रति कः व्यापकः अस्ति, कः अभावः व्यापकः अस्ति? हेत्वाभावः व्यापकः अस्ति. अतः तर्हि तत्र हेत्वाभावव्याप्यसाध्यभावः इति भवति वा? न न न, तत्र तथा न, अस्तु, तथा नास्ति. सर्वदा हेतुः एव व्याप्यः, तदेव वदामः सर्वत्र. यद्यपि व्याप्तिज्ञानम् अभावेन सिद्ध्यति, किन्तु यदा वयम् अनुमिति इति वदामः तत्र हेतुः एव सर्वदा व्याप्यः, व्यापकः साध्यः एव, साध्यमेव, अस्तु, तत्र संशयः मास्तु. अस्तु, मध्ये मध्ये अभावः, अभावाभावः एतत् सर्वं स्वीकुर्मः, तस्मिन् स्थले व्याप्यः भिन्नः भवेत्, व्यापकः भिन्नः भवेत्, किन्तु अन्तो गत्वा हेतुः एव व्याप्यः, साध्यमेव व्यापकः. अस्तु, किन्तु अस्मिन् वाक्ये, अस्मिन् वाक्ये अतः तथा भवति, साध्याभावं, साध्याभावं प्रति व्यापकः कः अभावः अस्ति? हेत्वाभावः एव भवति, हेत्वाभावः अस्ति. अतः व्यापकीभूतः इत्युक्ते व्यापकः यः अस्ति. तर्हि अभावः अपि तस्मात् प्राक् साध्याभावव्यापकीभूतः अभावः, नाम अभावस्य विशेषणम्. अभावः साध्या अभावव्यापकीभूतः अस्ति एषः अभावः. तर्हि यः अभावः साध्या अभावव्यापकीभूतः अस्ति सः अभावः अपेक्षितः अत्र. सः कः? सः हेत्वाभावः. अतः एतावत्पर्यन्तं केवलं यः अभावः साध्या अभावं प्रति व्यापकः अस्ति सः अभावः. साध्याभावं प्रति तत्र अन्यपदार्थाः अपि व्यापकः भवेयुः, किन्तु वयं केवलम् अभावपदार्थः एव इच्छामः. अभावपदार्थः यः अस्ति, यः साध्या अभावं प्रति व्यापकरूपेण तिष्ठति, सः कः अभावः? सः अभावः अस्ति हेत्वाभावः. अतः तादृश अभावः अपि तस्य अभावस्य तत्र हेतुः प्रतियोगी अस्ति हेतुः. हेतुः अस्तु. अत्र अतः यत्र यत्र साध्याभावः तत्र हेत्वाभावः, एतत् सर्वम् एतस्य भागस्य विवरणम्. आम्, तदनन्तरं तस्य प्रतियोगी हेतुः इति एष एषः भागः. अस्तु. अनेन, अनेन साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः. इदानीं भवता तदेव उक्तम्. अस्तु, तर्हि व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः. तर्हि परामर्शज्ञाने किं किं भवेत्? व्याप्तिः भवेत्, पक्षः अपि, पक्षः अपि धर्मता, पक्षधर्मता भवेत्. कीदृशः पक्षधर्मता ज्ञानम् इत्युक्ते व्याप्तिविशिष्टपक्षधर्मता ज्ञानं भवेत् इति परामर्शे इति परामर्शः. नाम केवलं हेतुः पक्षे अस्ति इति इत्यनेन पर्याप्तं नास्ति, साध्यव्याप्य हेतुः पक्षे अस्ति इति ज्ञानम् अपेक्षितम्. आम्, अतः व्याप्तिविशिष्टम् इति परामर्शः. साध्य साध्यव्याप्य हेतुमान् पक्षः इति ज्ञानम्. साध्यव्याप्य हेतुमान् पक्षः इत्युक्ते तत्र हेतुः साध्यव्याप्य भवति, अतः अतः हेतुः पक्षे अस्ति, हेतुः पक्षे अस्ति, अतः साध्यव्याप्य हेतुमान् पक्षः इति ज्ञानं भवति. आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः तत् जानीमः. तस्य च हेत्वभावस्य प्रतियोगी हेतुः एव तद्वान् पक्षः तद्वत् इति तत्र तद्वान् इति अस्ति पुंलिङ्गे. तद्वान् इत्युक्ते हेत्वाभावस्य प्रतियोगी हेतुः तद्वान् तादृशः हेतुः तस्मिन् इति भवति खलु. तद्वान् हेतुमान् हेतुमान् पक्षः एतदाधारेण साध्यमपि पक्षे वर्तते. अस्तु, इदानीं साध्यं वह्निः पक्षे वर्तते इति आगतम् एतदाधारेण. यतोहि हेतुः कीदृशः तदानीं साध्यं प्रति व्याप्यः एव साध्यं प्रति व्याप्यः भवति इति दृष्टवन्तः इदानीं हेतुः. धूमः व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिर्नास्ति अपि तु व्यतिरेकव्याप्तिरस्ति. व्याप्यः इति कथं ज्ञायते इति इदानीं प्रश्नः. तत्र अन्वयव्याप्त्या ज्ञातुं न शक्नुमः इति वा महोदय? तत्र व्याप्यः अन्वयव्याप्तिः अत्र नास्ति, व्यतिरेकव्याप्तिः एव अस्ति. तावदेव खलु. किमर्थं व्याप्यः कथं ज्ञायते इत्युक्ते इति दत्तं नाम व्याप्यः इति वदामश्चेत् व्याप्तिमान्, हेतुः व्याप्तिमान् खलु. तर्हि कीदृश तत्र व्याप्तिः कीदृशी इति प्रश्नः भवति. तर्हि केवलं वदतु तत्र मनसि भवेत् अन्वयव्याप्तिः इति नास्ति, अत्र व्यतिरेकव्याप्तिः एव अत्र अस्ति इति तावदेव. यतोहि वयम् अत्र व्याप्तेः वर्णनं साध्य अभाव व्यापकीभूत अभाव प्रतियोगी प्रतियोगित्वम् इति एव व्याप्तेः वर्णनं दत्तवन्तः. अस्तु, तस्मिन् तस्य आधारेण अस्तु एतत् व्याप्यः कथम् इति अस्मिन् सन्दर्भे इति तत्र व्याप्यः कथं ज्ञायते इत्युक्ते अस्तु व्यतिरेकव्याप्तिः अस्ति. अस्तु, अत्र व्यतिरेकव्याप्तिः स्वीक्रियते अनेन व्याप्यव्यापकभावः सिद्ध्यति. तर्हि तत्र व्यतिरेकव्याप्तिः स्वीक्रियते चेत् व्याप्यव्यापकभावः भावं प्राप्तुं व्याप्यव्यापकः भावः तत्र हेतुः अपि साध्यं तयोः मध्ये भवेत् इति एव अस्माकम् इच्छा. तर्हि तयोः मध्ये व्याप्तिः अस्ति, अन्वयव्याप्तिः अस्ति चेत् यत्र यत्र हेतुः तत्र तत्र साध्यः, व्यतिरेकव्याप्तिः अस्ति चेत् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः हेत्वाभावः. अस्तु, तावदेव. यतो इदानीम् अभावस्य विषयः, अतः तत्र अतिरेकव्याप्तिः एव स्वीकर्तव्यम् इति. यतोहि अभावः इति अस्ति चेत् तत्र अति तत्र दोषः भवति. नो चेत् अन्वयव्याप्तिं स्वीकुर्मः चेत् तत्र अभावस्य विषयः नास्ति खलु, तत्र अस्ति इति एव. यत्र यत्र हेतुः तत्र तत्र साध्यः. आम् आम्, व्यतिरेकव्याप्तिस्थले यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति एतादृशं ज्ञानं स्वीकुर्मः. यतोहि वयं जानीमः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तद्वाक्यं सत्यमस्ति चेत् तदा यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति, तदपि सत्यम्. तदपि सत्यम् अपि यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति सत्यम् इति वाक्यं सत्यमस्ति चेत् तदा पुनः यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इति अपि वाक्यं सत्यम्. अतः यद् वाक्यद्वयमपि द्वयमस्ति किन्तु यत्किमपि वाक्यं सत्यमस्ति चेत् अन्यत् वाक्यमपि सत्यम्. अतः व्याप्तिः प्रथमवाक्येन साधयितुं च शक्नुमः अथवा द्वितीयवाक्येन अपि साधयितुं शक्नुमः. अस्तु महोदय, समीचीनं वा? समीचीनं. तत्र यत्र यत्र हेतुः तत्र तत् साध्यं, तत् अन्वयव्याप्तिः तद्वाक्ये यत्र यत्र साध्यभावः आम् तत्र हेत्वाभावः हेत्वाभावः इति वाक्यमपि सत्यं सत्यं तदपि सत्यं अतः व्याप्तिः अन्वयव्याप्तिरूपेण अपि वक्तुं शक्नुमः व्यतिरेकव्याप्ति रूपेण अपि वक्तुं शक्नुमः किन्तु किं स्वीकृत्य वयं तत्र अन्वितिज्ञानं साधयामः नाम तत्र व्याप्तिः तत्र भेदः वर्तते नाम तस्य लक्षणम् अपेक्षितं व्याप्तेः लक्षणम् अपेक्षितम् अन्वयव्याप्तिः अस्ति चेत् एका रीतिः व्यतिरिकव्याप्तिः अस्ति चेत् अन्या रीतिः तावदेव अस्तु आम् किन्तु अन्ततो गत्वा व्याप्यः हेतुः एव व्यापकः साध्यः एव अपि तदेव ओरिजिनल् अस्ति खलु सत्यं सत्यं अन्ततो गत्वा पक्षे साध्यम् अस्ति इति अस्माकम् इच्छा अस्तु महोदय समीचीनम् अस्तु धन्यवादः अत्र कोऽपि प्रश्नः धन्यवादः भगिनि अत्र कोऽपि प्रश्नः अस्तु तर्हि अग्रे सरामः तर्हि तत्र इदानीं तत्र चन्द्रमती भगिनी किञ्चित् पठति वा अग्रे चन्द्रमती भगिनी अस्तु तर्हि तत्र नीता भगिनी अपि पठति वा अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति तत्र व्यतिरेकव्याप्त्याः चिन्तनं परिशीलयामः वह्निनः उष्णः वह्नित्वात् इत्यस्मिन् वह्निः क्षम्यतां वह्निः उष्णः वह्नित्वात् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते तदर्थम् अन्वयव्याप्तिदृष्टान्तः न सम्भवति अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति चिन्तनक्रमः एवं यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति इति नाम यः साध्य अभाववान् सः हेतु अभाववान् तदा अग्रे च अग्रे यः हेतु अभाववान् न भवति सः साध्य अभाववान् न भवति यः हेतु अभाव अभाववान् सः साध्य अभाव अभाववान् प्रकृते यः वह्नित्व अभाववान् न भवति नाम वह्नित् अभाव अभाववान् भवति सः साध्य अभाव अभाववान् नाम उष्णत्व अभाववान् न भवति उष्णत्व अभाव अभाववान् भवति आहत्य यः वह्नित्व अभाव अभाववान् सः उष्णत्व अभाव अभाववान् तस्मात् च वह्निः उष्णः वह्नित्वात् अधुना अत्र चिन्तनं कथमस्ति हेतुः यदा हेतुः पक्षभिन्नस्थले न भवति हेतुः अधुना अत्र पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः हेतुः धूमः साध्यः वह्नि हेतुः धूमः तत् हेतुः व्याप्य इति भावेन साध्य यत् वह्नि सः व्यापकः इति भावेन अधुना हेतुः धूमः पक्षभिन्नस्थले यत्र न भवति पक्षभिन्नस्थले पूर्वस्मिन् परिच्छेदे पक्षपर्वतः अस्ति अधुना पक्षभिन्नस्थले हेतुः न भवति तत्र व्यतिरेकव्याप्त्या चिन्तनं कथं भवति हेतुः धूमः पक्षभिन्नस्थले न भवति यत्र पर्वतभिन्नस्थले हेतुः न भवति तदा तत्र उदाहरणं तत्र पर्वतः अपि धूमः वह्निः तत् केवलम् उदाहरणं नाम तत्र तस्मिन् उदाहरणे वयं पर्वतः वन्यमान् इति अन्वयव्याप्तिं स्वीकृत्य अपि साधयितुं शक्नुमः व्यतिरिक्तव्याप्तिं स्वीकृत्य अपि साधयितुं शक्नुमः किन्तु तत्र दृष्टान्ते भेदः वर्तते यदि वयम् अन्वयव्याप्तिः इति चिन्तयामः पर्वतः भन्यमान् धूमात् यथा महानसम् इति अस्ति चेत् तत्र व्याप्तिः का पर्वतः वन्यमान् यथा महानसं धूमात् यथा महानसं यथा महानसम् इति तत्र हेतु धूम इति अस्ति तत्र व्याप्तिः कीदृशी अन्वय वा व्यतिरिकवः तत्र अन्वयव्याप्ति अन्वयव्याप्ति यत्र यत्र धूमः तत्र तत्र वह्निः अन्वयव्याप्तिः समीचीनं तत्र धूमः पर्वतभिन्नस्थले लभ्यते वा धूमः पर्वतभिन्नस्थले न लभ्यते एतादृशं न न लभ्यते न न महानसे महानसं पर्वतः नास्ति खलु अस्तु अस्तु तादृशं तत्र हेतुः पर्वते अस्ति किन्तु पर्वतभिन्नस्थले अपि अस्ति अस्ति किन्तु इदानीं तत्र वह्निः उष्णः वह्नित्वात् इत्यत्र तत्र पक्षः कः वह्निः उष्णः वह्नित्वात् तत्र पक्षः कः हेतुः पक्षभिन्नस्थले न लभ्यते हेतुः न न वह्निः उष्णः वह्नित्वात् इत्यत्र वह्निः एव हेतुरूपेण आगच्छति वा वह्निः एव वह्नित्वम् इति हेतुरूपेण वह्नित्वम् इति तत्र धूमात् यथा आसीत् अत्र वह्नित्वात् इति अस्ति खलु वह्नित्वात् आम् तर्हि वह्नित्वम् इति हेतुः वह्नित्वम् इति हेतुः तत्र किं साधयितुम् इच्छामः अत्र भन्नित्वम् इति हेतुः तर्हि भन्नित्वम् भन्नित्वम् इति हेतुः इति हेतुः हेतुः कुत्र अस्ति एषः हेतुः पक्षः पक्षः कः अत्र वह्नि इति पक्षः वह्निः एव पक्षः समीचीनं वह्निः एव पक्षः वह्निः इति पक्षः इदानीं तत्र हेतुः हेतु इति हेतु इति उष्णः इति हेतुरूपेण साध्यं साध्यम् इति उष्ण उष्ण उष्णत्वम् उष्णः इति उष्णः वह्नेः विशेषणपदम् अतः वह्निः उष्णः इत्युक्ते वह्नौ उष्णत्वं वर्तते उन्नतः बालकः उन्नतः वृक्षः इति तादृशम् उन्नः उष्णः वह्निः नाम उष्णत्वं वह्नौ वर्तते तर्हि तत्र उष्णत्वं साध्यमस्ति उष्णत्वम् इति साध्यम् इति साध्यं तत् अत्र अस्ति वा इति इदानीं प्रश्नः एतदस्ति इति जानीमः हेतुः अस्ति इति जानीमः अत्र एतदस्ति इति प्रश्नः अपि तयोः मध्ये सम्बन्धः भवेत् व्याप्तिः इति सम्बन्धः भवेत् तयोः मध्ये इदानीं तत्र समस्या का इति वक्तव्या नाम पक्षभिन्नस्थले हेतुः अस्ति चेत् किं समीचीनं भवति अपि पक्षभिन्नस्थले हेतुः नास्ति चेत् तत्र का समस्या अधुना स्पष्टमस्ति तत्र वह्निः उष्णः वह्नित्वात् तत्र वह्निः उष्णः वह्नित्वात् अत्र वह्नित्वम् इति वह्नित्वात् इति तत् वह्नित्वम् इति हेतुरूपेण आगच्छति वह्निः इति पक्षः अस्ति उष्णत्वम् इति साध्यमस्ति अधुना हेतुः यत् अस्ति वह्नित्वम् इति हेतुरूपेण पक्षभिन्नस्थले न लभ्यते पक्षभिन्नस्य ले इत्युक्ते वह्नित्वं केवलं वह्नौ एव लभ्यते, अन्येषु दृष्टान्तः न सम्भवति. पक्षभिन्नस्य हेतुत्वं नास्ति अतः तत्र हेतुः नास्ति. पक्षभिन्नस्थले वन्ये व्यतिरिक्त अन्येषु स्थलेषु तत्र वन्यत्वं नास्ति अतः अन्वयव्याप्तिदृष्टान्तः तत्र न सम्भवति. किमर्थं न सम्भवति, अर्थः कः न सम्भवति इति? अन्वयव्याप्तिदृष्टान्तः न सम्भवति इति इत्युक्ते तत्र अन्वयव्याप्तिदृष्टान्तस्थले वयं किं दृष्टवन्तः? यत्र यत्र वह्नि तत्र तत्र धूमः इति दृष्टवन्तः. न यत्र यत्र धूमः तत्र तत्र वह्नि, यत्र यत्र धूमः तत्र तत्र वह्नि इति यथा मानसं. तत्र वयम् अन्वयव्याप्तिदृष्टान्तस्थले यत्र यत्र धूमः तत्र तत्र वह्नि इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति दृष्टवन्तः. यद् दृष्टान्तं तत्र दृष्टान्तः कः? महानस दृष्टान्तमानस एतस्य दृष्टान्त. तत्र हेतुः तत्र एतादृशी स्थितिः नास्ति. समीचीनं. तत्र महानसम् इति तादृशं स्थलम् अत्र न लभ्यते. नाम तत्र पर्वतः भिन्नः, महानसं भिन्नं स्थलं खलु? आम्. अत्र पक्षभिन्नस्थले न लभ्यते एव. हेतुः पक्षभिन्नस्थले न लभ्यते, न लभ्यते. समीचीनं. तत्र पर्वतः वह्निः धूमः, तत्र पर्वतभिन्नस्थले हेतुः नाम धूमः वर्तते महानसे, यथा महानसे. समीचीनम्. इदानीं दृष्टान्तस्य उपयोगः कः? दृष्टान्तेन किं सम्भवति? दृष्टान्ते ज्ञानं प्राप्तम्, अनुमितिः सम्भवति, अनुमितिज्ञानं भवति. अनुमतिः इति अनुमितिः अन्ततो गत्वा, किन्तु साक्षात् दृष्टान्तेन किं वयं साधयामः? दृष्टान्तेन इत्युक्ते तत्र नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम्. अत्र तत्र किम् इच्छामः? यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इत्यनेन वयं किम् इति इच्छामः? तत् अन्ततो गत्वा पर्वतः वह्निमान् इति इच्छामः. पर्वते किम् अस्ति इति जानीमः? पर्वते अधुना धूमः अस्ति. धूमः अस्ति इति जानीमः अपि इति जानीमः. समीचीनं. धूमः तत्र धूमः पर्वते वर्तते इति प्रत्यक्षज्ञानमस्ति, वयं चक्षुषा पश्यामः धूमः पर्वते अस्ति. समीचीनम्. इदानीं यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानं तत् कथं प्राप्तवन्तः? दृष्टान्तस्य आधारेण. महानसे दृष्टान्तस्य आधारेण पश्यतु, महानसे यत्र यत्र धूमः तत्र तत्र वह्निः, एतत् सत्यमस्ति. पश्यतु महानसे, यथा महानसम्. अतः उदाहरणानि सन्ति यत्र यत्र यत्र धूमः तत्र तत्र वह्निः नाम साध्यमपि हेतुः तयोः मध्ये व्याप्तिः अस्ति इति ज्ञानं प्राप्तुं शक्नुमः. उदाहरणानि सन्ति तस्य, तेषाम् आधारेण व्याप्तिः सिद्ध्यति खलु? तत्र पर्वतं दृष्ट्वा व्याप्तिः इति वक्तुं शक्नुमः वा? यत्र यत्र धूमः तत्र तत्र वह्निः, पर्वते अस्ति पश्यतु इति वक्तुं न शक्नुमः. यतोहि पर्वते एतावत् वह्निः अस्ति इति ज्ञानं नास्ति अस्माकं. तत्र तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तद्वाक्यं सत्यम् इति साधनीयं. कथं साधयामः? उदाहरणम् अथवा दृष्टान्तेन साधयामः. दृष्टान्तः पक्षः भवति चेत् तत्र तस्य न कोऽपि लाभः, यतोहि पक्षे साध्यमस्ति इति एतावत् ज्ञानं नास्ति. अतः यत्र सन्देहः नास्ति तादृशं स्थलम् अपेक्षितम्. हेतुः अस्ति तत्र साध्यमपि अस्ति, तादृशं स्थलं सन्देहरहितं स्थलं तद् दृष्टान्तः अपेक्षितं. किन्तु अत्र बन्नित्वं हेतुः पक्षः बन्निः, तत्र यत्र यत्र बन्नित्वं तत्र तत्र उष्णत्वम् इति वाक्यं सत्यम् इति कथं जानीमः? अन्यत् बन्नि भिन्नस्थलं न दर्शयितुं शक्नुमः खलु? यत्र एतत् सत्यमस्ति, हा, अतः अन्वयदृष्टान्तः कार्यं न करोति. किन्तु किमपि कोऽपि दृष्टान्तः अपेक्षितः, यतोहि दृष्टान्तस्य आधारेणैव व्याप्तिज्ञानं सिद्ध्यति. हा, अतः वयं, हा, अग्रे. इत्युक्ते तत्र एकं वदामि, अत्र यत्र यत्र यत्र यत्र हेतुः तत्र तत्र साध्यः इति अन्वये व्याप्तिदृष्टान्त. यत्र यत्र साध्यः नास्ति इत्युक्ते यत्र साध्य अभावः तत्र हेतु अभावः वर्तते इति व्यतिरेक व्याप्तिदृष्टान्त. अधुना अत्र व्यतिरेकव्याप्तिः व्यतिरेकव्याप्तिः तस्य दृष्टान्तः भवेत् भवति. तस्य दृष्टान्तः भवेत् इति. अधुना अस्माकम् अत्र वह्नि उष्णः वह्नित्वात् इति समस्या का? तत्र वह्नित्वं तु केवलं वह्नौ एव वर्तते इत्युक्ते तत्र हेतुः पक्षभिन्नस्थले, इत्युक्ते वह्नोः वह्नि व्यतिरिक्त अन्येषु स्थलेषु हेतुः न वर्तते एव इति अस्माकम् अधुना समस्या. अतः तत्र व्यतिरिकव्याप्तिदृष्टान्त एव सम्भवति इति विचारः. चिन्तनक्रमः एवं, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नि अपि नास्ति. यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वम् अपि नास्ति इत्युक्ते उष्णत्वं यत् अस्माकं साध्यं, यत्र यत् साध्यम् उष्णत्वं नास्ति तत्र तत्र हेतु वह्नित्वम् अपि नास्ति इति चिन्तनक्रमः. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतु अपि नास्ति इति नाम, अधुना साध्यं नास्ति साध्य अभावः, यत्र यत्र साध्य अभावः इत्युक्ते मतु प्रत्ययस्य योजनेन यः साध्य अभाववान् तत्र तत्र हेतु अपि नास्ति इत्युक्ते तत्र तत्र हेतु अभावः अस्ति. पुनः एकवारं मतु प्रत्ययस्य योजनेन सः हेतु अभाववान्, अभाववान् सः हेतु अभाववान् एतावत्पर्यन्तम्. अग्रे यः हेतु अभाववान् न भवति, अधुना यः हेतु अभाववान् सः यः साध्य अभाववान् सः हेतु अभाववान्, अधुना पुनः एकवारं यः हेतु अभाववान् न भवति, हेतु अभाववान् इति नास्ति सः साध्य अभाववान् न भवति. अत्र अत्रापि नकार तत्रापि नकार इत्युक्ते यः हेतु अभाववान् एतादृशः नास्ति सः साध्य अभाववान् एतादृशः अपि नास्ति. अधुना पुनः एकवारं नकार नकारे यः हेतु अभाववान्, हेतु अभाववान् न, न हेतु अभाववान् इत्युक्ते हेतु अभाव अभाववान्. तथैव न साध्य अभाववान् इत्युक्ते साध्य अभाव अभाववान्, यः अभाव अभाववान् सः साध्य अभाव अभाववान्. प्रकृते यः वह्नित्व अभाव अभाववान् न भवति नाम वह्नित्व अभाव अभाववान् भवति. हा, पुनः एकं, यः वह्नित्व अभाववान् न, वन्यत्व अभाव अभाववान् नास्ति इत्युक्ते सः वन्यत्व अभाव अभाववान् अस्ति वन्यत्व अभाव अभाववान् तथैव तत्रापि साध्य अभाव अभाववान् न इत्युक्ते साध्य अभाव अभाववान् यः वन्यत्व अभाव अभाववान् सः साध्य अभाव अभाववान् अधुना उदाहरणं प्रति साध्य इति साध्य इति अस्माकम् उष्णत्वमिति साध्य अतः तत्र पुनः उदाहरणं प्रति नाम उष्णत्व अभाववान् न भवति साध्यत्व अभाववान् न भवति इत्युक्ते उष्णत्व अभाववान् उष्णत्व अभाववान् न भवति उष्णत्व अभाव अभाववान् भवति न उष्णत्व अभाववान् इत्युक्ते उष्णत्व अभाव अभाववान् पुनः पुनः एकवारं तत्र नकारस्य योजनेन अभावस्य योजनेन तत्र शब्दस्य शब्दानां सिद्ध्यता अत्र दृश्यते आचार्य अत्र उष्णत्व अभाव अभाववान् भवति आहत्य यः वन्यत्व अभाव अभाववान् सः उष्णत्व अभाव अभाववान् यः वन्यत्व अभाव अभाववान् सः उष्णत्व अभाव अभाववान् अधुना उदाहरणं तस्मात् वन्ये उष्ण वन्यत्व इति नाम तत्र वन्यत्व अभाव अभाववान् नाम यः वन्यमान् अस्ति सः उष्णवान् यस्मिन् वन्यत्व अभावः नास्ति नाम वन्यत्वम् अस्ति यस्मिन् वन्यत्वम् अस्ति तस्मिन् उष्णत्वम् अस्ति खलु अतः वह्निः उष्णः वन्यत्वात् नाम वह्निः उष्णत्ववान् वन्यत्वात् यथा तत्र दृष्टान्तः कः यथा वह्निः उष्णवन्यत्वात् तत्र दृष्टान्तः नाम अनुमिति अनुमानवाक्यं तत्र पक्षः वह्निः उष्णत्वम् इति साध्यं वन्यत्वम् इति हेतुः तपि दृष्टान्तः अपि भवेत् खलु यथा यथा ह्रदः यथा ह्रदः ह्रदे सरोवरे तत्र तत्र किम् अस्ति तत्र साध्य अभाववान् उष्णत्वं नास्ति उष्णत्वं नास्ति ह्रदे सरोवरे उष्णत्वं नास्ति तत्र वन्यत्वमपि नास्ति अतः उष्णत्वम् उष्णत्वस्य अभावः साध्य अभावः अपि हेत्वाभावः तयोः मध्ये व्याप्तिः दृष्टान्तेन जानीमः आमां तत्र यत्र साध्याभावः वर्तते तत्र हेत्वाभावः अपि वर्तते यथा ह्रदः तत्र ह्रदः इति प्रसिद्ध उदाहरणं नाम किन्तु तेन वयं चिन्तनं किम् इत्युक्ते अनेकानि तादृशानि उदाहरणानि सन्ति यस्य येषाम् आधारेण वयं व्याप्तिः नाम साध्याभावः अपि हेत्वाभावः तयोः मध्ये व्याप्तिः अस्ति नाम तादृशं ज्ञानम् अथवा साध्यमपि हेतुः तयोः मध्ये व्याप्तिः अस्ति व्यतिरिक्तव्याप्तिज्ञानम् अस्ति इति जानीमः तावदेव दृष्टान्तः वक्तव्यः नो चेत् तत्र कथं हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति इति ज्ञानं नास्ति चेत् अनुमितिः न भवति अतः दृष्टान्तस्य महत्त्वम् अस्ति अस्तु समीचीनं भगिनि धन्यवादः अस्तु इदानीम् अग्रे चन्द्रमती भगिनी इदानीं पठितुं शक्नोति वा अस्तु इदानीं पञ्च अवयवाः इति पञ्च अवयवाः व्यतिरेकव्याप्तौ व्यतिरेकव्याप्तौ वह्निः उष्णः वन्यत्वात् वह्निनः उष्णः वह्नित्वात् प्रतिज्ञावाक्यं वह्निः उष्णत्ववान् हेतुवाक्यं वह्निः वह्नित्वात् उदाहरणवाक्यं यः यः यो यः उष्णत्व अभाववान् सः सर्वोऽपि वन्यत्व अभाववान् अभाववान् यथा जलम् अस्ति उपनयवाक्यं न तथा च अयं पक्षः वह्निः अयं पक्षः वह्निः तथा न इति अल हेतु अभाववान् न भवति वह्नि अभाववान् न उदाहरणवाक्ये यथा जलम् आसीत् वह्निः तथा नास्ति यथा जलं वह्नित्व अभाववान् अस्ति तथा वह्निः तथा वह्निः वह्नित्व अभाववान् न पञ्चममस्ति निगमनवाक्यं तस्मात् न तथा तस्मात् हेतु अभाववात् न तथा न हेतु अभाव अभावात् न तथा नाम उष्णत्व अभाववान् न उष्णत्व अभाववान् न इत्युक्तौ उष्णत्व अभाव अभाववान् इत्युक्ते उष्णत्ववान् इत्युक्ते उष्णत्ववान् नाम वह्निः उष्णत्ववान् तर्हि तत्र पञ्चावयवः वयं दृष्टवन्तः खलु नाम प्रतिज्ञावाक्यम् एतदेव अस्माकं लक्ष्यम् एतत् सत्यमिति साधयितुम् इच्छामः तत्र वह्निः उष्णत्ववान् तदा प्रश्नः भवति कथं वह्नित्ववत्वात् हेतुवाक्यं वह्नित्वम् अस्ति वह्नौ इत्यनेन किं कथं तत्र उष्णत्वं सिद्ध्यति तदा उदाहरणवाक्यं यो यो उष्णत्व अभाववान् स सर्वोऽपि वह्नित्व अभाववान् यथा जलम् किन्तु तथा अत्र नास्ति न तथा च अयं वह्निः नाम वह्निः वह्नित्व अभाववान् नास्ति यत्र वह्नित्व अभावः अस्ति तत्र उष्णत्वस्य अभावः वर्तते एव यथा जले आहत्य निगमनवाक्यम् तस्मात् न तथा नाम तत्र उष्णत्व अभाववान् वह्निः नास्ति नाम वह्निः उष्णत्ववान् भवति इति एतत् पञ्चवयव अवयवाः वाक्यानि पञ्चवाक्यानि वयं तत्र दृष्टवन्तः अग्रिमे सप्ताहे तत्र पुनः एकवारं तत्र यतोहि इदानीम् अनुमितिः कथं जायते इति ज्ञातवन्तः अतः तत्र स्पष्टता भवति नाम चिन्तनक्रमः कः इति तस्मिन् विषये भवति इति मन्ये अस्तु तर्हि अत्रैव विरमाम समयोऽपि जातः धन्यवादः नमस्कारः अग्रिमे सप्ताहे मिलामः धन्यवादः धन्यवादः धन्यवादः।